नमो नमः। तर्हि वयं शब्दाभ्यासम् आरब्धवन्तः गतसप्ताहे। तत्र देवशब्दः, वनशब्दः अपि च लताशब्दः, अस्मिन् सप्ताहे नदीशब्दस्य अभ्यासः जातः। अस्तु, तर्हि भगिनी नदीशब्दं वदतु। नदी, नद्यौ, नद्यः, नदीं, नद्यौ, नदीः, नद्या, नदीभ्यां, नदीभिः। नद्यै, नदीभ्यां, नदीभ्यः, नद्याः, नदीभ्यां, नदीभ्यः, नद्याः, नद्योः, नदीनां, नद्यां, नद्योः, नदीषु। समीचीनमस्ति, यथा अस्ति। अस्तु, तर्हि किञ्चित् मिश्रिताभ्यासं कुर्मः। भवान् महोदय कृपया देवशब्दं वदतु। देव, देवो, देवाः, देवं, देवो, देवान्, देवेन, देवाभ्यां, देवैः, देवाय, देवाभ्यां, देवेभ्यः, देवात्, देवाभ्यां, देवेभ्यः, देवस्य, देवयोः, देवानां, देवेः, देवयोः, देवे, देवे, देवे, देवयोः, देवेषु इति अस्ति। बहु सम्यक्, अति उत्तमम्। अस्तु, तर्हि यानम्। यानम्, यानम्, याने, यानानि, यानम्, याने, यानानि, यानेन, यानाभ्यां, यानैः, चतुर्थी, यानाय, यानाय, यानाभ्यां, यानेभ्यः, पञ्चमी, यानात्, यानाभ्यां, यानेभ्यः, यानस्य, यानयोः, यानानां, याने, यानयोः, यानेषु। बहु सम्यक् अस्ति। लता वदति वा? प्रयत्नं करोमि। लता, लते, लता, लतां, लते, लताभिः। द्वितीय, द्वितीयभक्ति, लता, लते, लताः, लतां, लते, लताः, लताः, लतया, लताभ्यां, लताभिः, लतै, ल, पुनः लतै, लतायै, लतायै, लताभ्यां, लताभ्यः, लतया, लतायाः, लतायाः, लतायाः, अनन्तरं लतायाः, लताभ्यां, लताभ्यः, षष्टि, पुनः तदेव षष्टि, लतयो, लतायाः, लतायाः, लतायाः, लतयोः, षष्टि, बहुवचनं सर्वदा समानमस्ति। षष्टि बहुवचनं, वदतु। लतायाः, लतायो, लतायाः, लतायाः, लतयोः, लतयो, षष्टि बहुवचनं, लतानां, लताना, लतानां, लते, न, तत्र पुल्लिङ्गे, स्त्रीलिङ्गे, लतायां, लतायो, लतयोः, लतयोः, लतासु, बहु सम्यक् अस्ति महोदय. अस्तु, कर्तरी कर्तरी कर्तर्यौ कर्तर्याः कर्तरीं कर्तर्यौ कर्तरीः कर्तर्या कर्तरीभ्यां कर्तरीभिः कर्तर्यै कर्तरीभ्यां कर्तरीभ्यः कर्तर्याः कर्तरीभ्यां कर्तरीभ्यः कर्तर्याः कर्तर्योः कर्तरीणां कर्तर्यां कर्तर्योः कर्तरीषु. तत्र षष्टि बहुवचने ऋणत्वमस्ति. ऋणत्वं कर्तरीणां कर्तरीणां. दन्तकुर्चः वदति वा? दन्तकुर्चः दन्तकुर्च्यौ कुर्च्यौ कुर्चयौ भवती वदतु. ओ, दन्तकुर्चौ दन्तकुर्चाः दन्तकुर्चं दन्तकुर्चौ दन्तकुर्चान् दन्तकुर्चेन दन्तकुर्चान् ओ दन्तकुर्चेण नतुम् अस्ति न वा? अस्ति अस्ति कुर् तत्र मध्ये बाधा अस्ति न वा? केषु वर्गेषु बाधा अस्ति? पञ्चवर्गाः सन्ति. क वर्गः, च वर्गः, ट वर्गः, त वर्गः, प वर्गः. केषु वर्गेषु बाधा अस्ति? स्मर्यते वा कुत्र कुत्र बाधा अस्ति, कुत्र बाधा नास्ति? किम् अस्ति न वा नास्ति? किम् नास्ति बाधा नास्ति कुत्र? न अस्ति तत्र अस्ति बाधा. कवर्गे पवर्गे च बाधा नास्ति. कक घ ङ प ब भ भ म बाधा किमर्थं न और न नकारस्य स्थाने णत्वं तत्र परिवर्तनमस्ति. तस्मिन् परिवर्तने बाधा च वर्गः ट वर्गः त वर्गः बाधा तत्र परिवर्तनं नास्ति. बाधा इत्युक्ते न बाधा नाम ब्लाकेज् बाधा नाम न भवति परिवर्तनं न भवति. दन्तीय नकारः नकारः तिष्ठति. रेफः पूर्वमस्ति. मध्ये च वर्गः टवर्गः तवर्गः चेत् नकारस्य स्थाने णकारः न भवति. दन्त्यनकारः तिष्ठति. दन्त्यनकारः तिष्ठति. अस्तु, पुनः वदतु. दन्तकुर्चेन दन्तकुर्चाभ्यां दन्तकुर्चैः दन्तकुर्चाय दन्तकुर्चाभ्यां दन्त दन्तकुर्चेभ्यः दन्तकुर्चात् दन्तकुर्चाभ्यां दन्तकुर्चेभ्यः दन्तकुर्चस्य दन्तकुर्चयोः दन्तकुर्चयोः दन्तकुर्चानां दन्तकुर् तत्र णत्वमस्ति न वा? दन्तकुर्चे दन्तकुर्चयोः दन्तकुर्चा शु तन्त अन्तिमं तन्त कुर सत्वमि बहुवचने च सु और शु शु कुर्चेषु तन्त कुर्चेषु बहु सम्यक् अस्ति हा अस्तु बालिका बालिका बालिका बालिके बालिकाः बालिकां बालिके बालिकाः बालिकया बालिकाभ्यां बालिकाभिः बालिकायै बालिकाभ्यां बालिकायै बालिकाभ्यां बालिकाभ्यः बालिकायाः बालिकाभ्यां बालिकाभ्यः बालिकायाः बालिकयोः बालिकानां बालिकायां बालिकयोः बालिकासु अस्तु अस्तु कुम्भकारः कुम्भकारं महान् भेदः अस्ति कुम्भकारं कुम्भकारं कुम्भकारौ कुम्भकारान् कुम्भकारेण कुम्भकाराभ्यां तत्र नत्वमस्ति न वा नास्ति अस्ति न वा कुम्भकारेण बाधा अस्ति न वा बाधा नास्ति कुम्भकारेण कुम्भकाराभ्यां कुम्भकारैः कुम्भकाराय कुम्भकाराभ्यां कुम्भकारेभ्यः कुम्भकारात् कुम्भकाराभ्यां कुम्भकारेभ्यः कुम्भकारस्य कुम्भकारयोः कुम्भकाराणां कुम्भकारे कुम्भकारौ कुम्भकारेषु कुम्भकारेषु समीचीनमस्ति अस्तु अनन्तरं द्रोणी द्रोणी द्रोण्यौ द्रोण्यः द्रोणीं द्रोण्यौ द्रोणीः द्रोण्या द्रोणीभ्यां द्रोणीभिः द्रोण्यै द्रोणीभ्यां द्रोणीभ्यः द्रोण्याः द्रोणीभ्यां द्रोणीभ्यः द्रोण्याः द्रोण्योः द्रोणीनां द्रोण्यां द्रोण्योः द्रोणीषु समीचीनमस्ति तत्र षष्टि बहुवचने णत्वं भवति न वा द्रोण्यां षष्टि बहुवचने द्रोणीनां रेफः अस्ति द्रोणीनां नास्ति द्रोणीनां बाधा अस्ति न वा बाधा रेफः पूर्वे अस्ति पूर्वे द्रोणी द्रोणी अत्र रेफः अस्ति अनन्तरं नकारः अस्ति द्रोणीनां सिम्प्लि इट् इस् नाम तत्र अणां बद्ध न तत्र बाधा अस्ति न वा रेफा निमित्तम् अस्ति परिवर्तनं भवति न वा ऐ बिलीव् इट् मस्ट् नाम किं परिवर्त बाधा अस्ति न वा किं वदति भगिनि बाधा अस्ति बाधा अस्ति किमर्थं बाधा अस्ति कावर्ग कावर्गः पावर्गः लैक् रिमूविङ्ग् दीस् लैक् अण अण बिलाङ्ग्स् टु कोऽपि प्रयासः न भवति इति वा तावत् दूरतः भवती आगच्छति आङ्ग्लभाषार्थं वयं सर्वे आङ्ग्लभाषां तु जानीमः तस्य आवश्यकता नास्ति प्रयासं करोतु भवती किं वदतु तत्वर्गे अणा अन्तिमे अस्ति अत्र अणा एतत् शब्दे एतत् अणा अस्ति रेफः अनन्तरं णकारः अस्ति तदनुगुणम् अत्र नियमः अस्ति बाधा अपि अस्ति तदर्थं तत्र नकारः एव भविष्यति दन्त्यनकारः एव भविष्यति दन्त्यनकारः एव भविष्यति नाम यतोहि मध्ये मूर्धन्यणकारः अस्ति मध्ये रेफनकारयोः मध्ये मूर्धन्यणकारः अस्ति स च मूर्धन्यणकारः टवर्गीयः अस्ति मूर्धन्यटवर्गीयः अतः बाधा अस्ति अतः परिवर्तनं न भवति सम्यक् अस्तु तर्हि अग्रे वृद्धा वृद्धा वृद्धा वृद्धा वृद्धे वृद्धाः वृद्धां वृद्धे वृद्धाः वृद्धया वृद्धाभ्यां वृद्धाभिः वृद्धयै वृद्धा वृद्ध्यै वृद्धायै लतायै वृद्धायै वृद्धाभ्यां वृद्धाभ्यः वृद्धायाः वृद्धाभ्यां वृद्धाभ्यः वृद्धायाः वृद्धयोः वृद्धानां द्विवचनं किमस्ति वृद्धयोः वृद्धानां वृद्धायां वृद्धयोः वृद्धासु समीचीनं द्विवचने पुल्लिङ्गे स्त्रीलिङ्गे च परिवर्तनं नास्ति भेदः नास्ति द्विवचने नाम देवाभ्यां देवाभ्यां देवाभ्यां देवयोः देवयोः लताभ्यां लताभ्यां लताभ्यां लतयोः लतयोः वृद्धः भगिनि वृद्धः पुल्लिङ्गे वृद्धः स्त्रीलिङ्गे वृद्धा द्विवचने तृतीया विभक्ति इत्यस्मात् आरभ्य सप्तमीपर्यन्तं तत्र भेदः नास्ति तत्र वृद्धासु वृद्धेषु द्विवचने द्विवचने वदामि द्विवचने सप्तमी द्विवचने अहं वदामि द्विवचने परिवर्तनं नास्ति कोऽपि भेदः नास्ति द्विवचने वृद्धाभ्यां वृद्धाभ्यां वृद्धाभ्यां वृद्धयोः वृद्धयोः तत्र तावत् वयं शृणुमः वयं ज्ञातुं न शक्नुमः लिङ्गं किम् तत्र सप्तमी विभक्ते सप्तमी बहुवचनं किं वृद्धासु वृद्धेषु सत्यं पुल्लिङ्गे भवति वदतु पुल्लिङ्गे अस्ति चेत् वृद्धेषु स्त्रीलिङ्ग् वृद्धासु वृद्धासु वृद्धासु वृद्धासु तथा अस्तु अभ्यासः बहु समीचीनः अस्ति तर्हि एतावता पुल्लिङ्गे अकारान्तशब्दः नपुंसकलिङ्गे अकारान्तशब्दः पुल्लिङ्गे देवशब्दः अकारान्तः नपुंसकलिङ्गे वर्णशब्दः अकारान्तः स्त्रीलिङ्गे आकारान्त लता ईकारान्त नदी इति वयं जानीमः कार्यं समाप्तम् अस्तु सर्वे जानन्तु अनन्तरम् अग्रे अस्मिन् सप्ताहे मुनिशब्दः मुनिः मुनिः जानाति वा मुनिः सम्यक्तया भवति वदतु मुनिः मुनी मुनयः मुनिं मुनी मुनीं मुन्या न स्त्रीलिङ्गे मुनि मुनिना मुनिना मुनिभ्यां मुनिभिः मुनये मुनिभ्यां मुनिभ्यः मुनेः मुनिभ्यां मुनिभ्यः मुनेः मुन्योः मुनीनां मुन्यौ मुन्योः न न सप्तमी बहु द्विवचने मुन्यौ सप्तमी एकवचने मुनौ मुनौ मुनौ मुन्योः मुनिषु समीचीनमस्ति बहु सम्यक् अस्ति तर्हि मुनिशब्दः अस्मिन् सप्ताहे अस्तु मुनिशब्दः अस्मिन् सप्ताहे इदानीं पञ्चशब्दाः सन्ति देव वन लता नदी मुनि अस्तु लोट्लकारः समाप्तः तत्र शीघ्रमेव गृहपाठः आसीत् द्वादशः अभ्यासः 56 द्वादशः अभ्यासः आसीत् तत्र शुभा भगिनी प्रथमं करोतु पाण्डवानां पाण्डवानां शिबिरम् युद्धसन्नाहः प्रवर्तते सन्नाहः नाम सिद्धता सिद्धता सेनापतिः दृष्टद्युम्नः सूचनाः ददाति आवरणे स्थितस्य क्रियापदस्य उचितं रूपम् उपयुज्य सः किं किम् आदिशति इति लिखत अवगच्छति वा आम् किं लिखितमस्ति सेनापति उपायं ददाति आक्रमणस्य कृते वयं रिक्तस्थाले क्रियापदस्य लोट्लकारः क्रियापदस्य लोट्लकाररूपं पूरयामः समीचीनमस्ति अत्र लिखितमस्ति उचितं रूपम् उपयुज्य सः कः कं किम् आदिशति कं किम् आदिशति नाम अस्तु कं नाम नाम कं पुरुषं किं किं कार्यं इति वयं वदामः कं पुरुषं किं कार्यं कं पुरुषं किं कार्यम् अतः अहं पृच्छामि चेत् कं किं नाम किं तत्र आङ्ग्लभाषायाः आवश्यकता नास्ति वयं कं पुरुषं किं कार्यम् इति अस्य वदनेन वयम् अवगच्छामः अस्तु अस्तु उदा सूर्योदयः जातः. सूर्योदयः नाम सूर्य उपरि गच्छति. सूर्यस्य उदयः. सूर्यस्य उदयः सूर्योदयः. सूर्यस्य उदयः जातः. यूयं सर्वे उत्तिष्ठत. युद्धार्थं सज्जाः भवत. सुकेश त्वं द्वारे तिष्ठ. यूयं कङ्गान् अत्र आरम्भतः पुनः वदतु. युद्धार्थं सज्जाः भवत. अत्र लट्लकारः किं भवत् लट्लकारः किं लिखितमस्ति अत्र भवन्ति. किन्तु यूयम् एवं यूयम् अस्ति. यूयं सर्वे उत्तिष्ठन्ति. उत्तिष्ठत अधः दोषाय अस्ति. दोषः अस्ति अत्र. यत् तत्र उत्तिष्ठन्ति इति प्रथमपुरुषस्य बहुवचनान्तरूपम्. उत्तिष्ठत यूयं यूयं यूयम् एवं लिखितमस्ति मम पुस्तकम् एवम् अस्ति. यूयम् उत्तिष्ठ दोषः अस्ति. दोषः अस्ति. ओ नाम अत्र उत्तिष्ठति इति दोषः. ओ ओ उत्तिष्ठन्ति दोषः. ओ अस्तु. भवन्ति चेत् भवन्तु. भवन्तु इति अत्र अस्ति. भवन्तु अस्तु. सजाः भवन्तु. सुकेश त्वं द्वारे तिष्ठ. समीचीनमस्ति. लक्ष्मी भगिनी अग्रे. यूयं खड्गान् तीक्ष्णान् एकवारं वदामः. नाम खादतु खादतां खादन्तु. सर्वे मनसि अस्ति वा? नाम अस्माकम् अभ्यासः भवतु अत्र. परस्मै धातुः अस्ति चेत् कुरुथ इति दत्तमस्ति. कुरुथ इति दत्तमस्ति. तत्र परस्मैपदीरूपम् अस्ति कुरुथ. अतः परस्मैपदी शब्दस्य तर्हि खा एकवारं वदामः. नाम प्रथमपुरुष नाम प्रथमपुरुषे खादतु खादतु. भवान् जानाति वा खादतु द्विवचने बहुवचने? खादतु खादतां खादन्तु. अस्तु. मध्यमपुरुषे खादत. उत्तमपुरुषे सन्ध्या भगिनी स्मर्यते? खादानि खादानि खादाव खादाम. अस्तु. लिख् धातुः प्रथमपुरुषः लोट् सुब्रह्मण्यमहोदय लिख् लिखतु. भगिनी सहायं करोतु. लिखतु लिखतां लिखन्तु. किन्तु यत्र महाप्राणः अस्ति तत्र लिख करोतु. लिख लिख नो चेत् अहं दण्डयामि. लिखतु लिखतां लिखन्तु. स्पष्टतया वक्तव्यमस्ति. येषां मातृभाषा भारतीयभाषा अस्ति तेषामपि दोषः भवति अत्र. प्रादेशिकभाषासु अपि महाप्राणस्य उच्चारणं यथा भवेत् तथा न भवति. लिखतु ख ख लिखतु. अस्तु. मध्यमपुरुषे लिख लिखतं लिखत. उत्तमपुरुषे लिखानि लिख लिखाव लिखाम समीचीनमस्ति अस्तु इदानीं गम् धातुः गच्छ गच्छतु गच्छतु गच्छतां गच्छन्तु अस्तु मध्यपुरुषे गच्छ गच्छतं गच्छत गच्छ गच्छ पुनः वदतु गच्छ गच्छतं गच्छत उत्तमपुरुषे गच्छानि गच्छाव गच्छानि गच्छानि गच्छाव गच्छाम अस्तु समीचीनमस्ति उत्तिष्ठति प्रथमपुरुषे उत्तिष्ठतु उत्तिष्ठाम् किन्तु महाप्राणः करोतु उत्तिष्ठतु उत्तिष्ठ उत्तिष्ठतु उत्तिष्ठाम् न उत्तिष्ठाम् हा पुनः पुनः करोतु आरम्भतः उत्तिष्ठताम् एकवचने अस्ति किम् उत्तिष्ठतु उत्तिष्ठतु उत्तिष्ठतु उत्तिष्ठताम् उत्तिष्ठन्तु हा समीचीनम् उत्तिष्ठन्तु मध्यमपुरुषे उत्तिष्ठ उत्तिष्ठतम् उत्तिष्ठ ठठ मूर्धन्य महाप्राणः उत्तिष्ठ उत्तिष्ठम् न न सहायं करोति वा उत्तिष्ठतम् उत्तिष्ठत उत्तमपुरुषे उत्तिष्ठानि उत्तिष्ठाव उत्तिष्ठाम किन्तु महाप्राणः अस्ति उत्तिष्ठाव उत्तिष्ठाम उत्तिष्ठानि उत्तिष्ठाव उत्तिष्ठाम उत्तिष्ठानि उत्तिष्ठाव उत्तिष्ठाम तथा अस्ति बहु समीचीनमस्ति तथा भवेत् अस्तु पाठयति इति करोतु पाठयति पठतु पाठयति पाठयतु पाठयतु पाठयतं पाठयन्तु पाठय तां तां पाठयतां पाठयन्तु हा समीचीनमस्ति मध्यमपुरुषे सत्या भगिनी मध्यमपुरुषे पाठय पाठयतं पाठयत अस्तु बहुवचने पाठयानि पाठयाव पाठयाम प्रकाशते प्रकाशते लोट् प्रकाशते एकनिमिषम् अहं करोमि प्रकाशितां प्रकाशयतां प्रकाशन्ताम् अस्तु सर्वं वदतु एकवारम् प्रकाशतां प्रकाशयतां प्रकाशन्तां प्रकाशस्व प्रकाशथां प्रकाशस्व प्रकाशेथां प्रकाशेथां प्रकाशध्वं प्रकाशै प्रकाशावहै प्रकाशामहै समीचीनमस्ति अस्तु तर्हि ऊहते ऊहताम् ऊहेताम् ऊहन्ताम् मध्यमपुरुष ऊहस्व ऊहेथाम् ऊहेध्वम् उत्तमपुरुषः ऊहै ऊहावहि ऊहामहै बहु सम्यक् अस्ति अस्तु प्रकाशते प्रथमपुरुष प्रकाशते स्वप्रकाशतां प्रकाशेतां प्रकाशन्ताम् मधुपुरुषः प्रकाशस्व प्रकाशेथां प्रकाशध्वं प्रकाशै प्रकाशावहै प्रकाशामहै वर्धते वर्धते वर्धतां वर्धेतां वर्धन्ताम् मध्यपुरुषः वर्धस्व वर्धेथां वर्धेध्वम् किन्तु मध्ये अपि महाप्राणः अस्ति मध्ये ओके वर्धे वर्धे पुनः मध्यपुरुषः वर्धस्व वर्धस्व वर्धस्व वर्धेथां वर्धे वर्धध्वम् वर्धध्वम् वर्धध्वम् पुनः वदतु वर्धस्व वर्धेथां वर्धध्वम् सम्यक् अस्ति अस्तु पृथक्पुरुषः वर्धते वर्धै वर्धावहै वर्धामहै किन्तु महाप्राणः अस्ति वर्धै वर्धै वर्धाम वहै वर्धामहै अस्तु विद्यतां विद्येतां विद्यन्तां मध्यमपुरुषः विद्यस्व विद्येतां विद्यध्वं बहु सम्यक् अस्ति विद्यै विद्यै विद्यावहै विद्यामहै बहु सम्यक् अस्ति अस्तु सहते सहतां सहते तां सहतां सहतां सहेतां सहन्ताम् अस्तु मध्यम सहस्व सहेतां सहध्वम् सहै सहावहै सहामहै अस्तु अस्तु आनन्देन समापयामः भीमा भीमा अद्य भवान् गजसैन्यं नयतु नयतु अग्रे भोः यूयं कवचानि धरयत धरथ इति अस्ति अत्र धरथ इति दत्तमस्ति लट् इदानीं तस्य लोट् न तथा नास्ति दोषाय अस्ति अत्र यथा गच्छतु गच्छतां गच्छन्तु गच्छ गच्छ गच्छ अत्र धर धर धर अस्ति अस्तु अग्रे नकुल अद्य त्वं व्यूहं रचयत रचय नकुल अद्य त्वं व्यूहं रचय सर्वे व्यूहे सज्जाः तिष्ठन्तु सेनापतिः अग्रे तिष्ठति सेनापतिः अग्रे तिष्ठन्तु वचनं किं सेनापतिः एकवचनं पुनः वदतु सेनापतिः अग्रे तिष्ठतु अग्रे यूयं तस्य रक्षणं कुरुथ यूयं तस्य रक्षणं कुर्वन्तु कुर्वन्तु इति प्रथमपुरुषः कुरुथ इति पुरुषः कः कुरुथ मध्यमपुरुषः यूयं तस्य रक्षणं कुरुध्वम् किन्तु तत् आत्मनिपदे अस्ति परस्मैपदे अश्वतलं तत्र गच्छतु गच्छतु एते सैनिकाः गजम् एते सैनिकाः गजम् आरोहन्तु भवन्तः कुन्तान् गृह्णन्तु शत्रून् मर्दयन्तु आक्रमणं कुर्वन्तु सर्वे दलपतिम् अनुसरन्तु आज्ञां पालयन्ति आज्ञां पालयन्तु च शत्रुपक्षे अस्त्राणि क्षिपन्ति शत्रुपक्षे अस्त्राणि क्षिपन्तु सर्वे अर्यः अरयः पतन्तु अत्र अरयः नाम अरयः अरिः एकवचने अरि शत्रुः अरिः नाम शत्रुः अत्र बहुवचने अस्ति अरिः मातृभाषा इति शब्दः मातृभाषायाम् अस्ति वा नास्ति शत्रु एव तेलुगु मध्ये अस्ति तत् समम् अस्ति अरिवीर अरिवीर भयङ्कर शत्रु भयङ्कर संस्कृते तत् समम् अस्ति अस्तु सन्ध्या भगिनी यूयं शत्रून् यमलोकं प्रापयत वयं सायंकालात् पूर्वं विजयिनः मवाम भवाम धर्मरक्षणं कुर्मः अत्र किञ्चित् भिन्नम् अस्ति क्रीडातु वदति वा क्रीडातु किञ्चित् भिन्नम् अस्ति करोतु कुरुताम् अत्र कुत्रचित् ओ अस्ति कुत्रचित् उ अस्ति इति अस्ति मध्यं पुरुषः प्रथमपुरुषः करोतु कुरुताम् करोतु कुरुताम् कुर्वन्तु मध्यपुरुषः कुरु एव अस्ति अत्र अर्थः अवगतः वा युद्धार्थं सज्जाः भवन्तु इति स्पष्टमस्ति यत्र प्रश्नः अस्ति तत्र पृच्छन्तु युद्धार्थं सज्जाः भवन्तु त्वं द्वारे तिष्ठ यूयं खड्गान् तीक्ष्णान् कुरुत स्पष्टमस्ति अस्तु अद्य खड्गाः तत्र छुरिका अस्ति खलु छुरिका किन्तु दीर्घा अस्ति खड्गान् तीक्ष्णान् तीक्ष्ण इति जानाति वा तीक्ष्णान् येन नाम वयं किं कुर्मः, तत्र शिलाखण्डः अस्ति खलु, वयं किं कुर्मः येन बहु सम्यक् भवति, छुरिका अस्ति खलु, एवं कुर्मः, तत्र शिलाखण्डः, शिलाखण्डं जानाति वा, शिलाखण्डः शिलाखण्डः शिलाखण्डः शिलाखण्डः नाम स्टोन्, तत्र विशिष्टशिलाखण्डः अस्ति, येन तत्र छुरिका वयम् एवं कुर्मः बहु सम्यक् रीत्या कार्यं करोति खलु, एवं तीक्ष्णा भवति, तीक्ष्णा भवति, हा हा बहु तीक्ष्णा भवति. अनन्तरम् अद्य भवान् गजसैन्यं, गजसैन्यं, सैन्यं नाम सेना, सेनासैन्यं समानं, नयतु. यूयं कवचानि, कवचं, कवचं किं वदामः, तत्र शीलति कवचं धरत. अनन्तरम् अद्य त्वं व्यूहं रचय, सर्वे व्यूहे सज्जाः तिष्ठन्तु, सेनापतिः अग्रे तिष्ठतु, यूयं तस्य रक्षणं कुरुत, अश्वदलं तत्र गच्छतु. स्पष्टमस्ति वा? एते सैनिकाः गजम् आरोहन्तु, आरोहति उपरि गमनं, आरोहति वृक्षे, वृक्षम् आरोहतु. भवन्तः कुन्तान्, कुन्तः, कुन्तः नाम यत् वयं क्षिपयामः तत्र युद्धे, युद्धसमये वयं क्षिपयामः, नाम छुरिका इव अस्ति किन्तु तत् क्षिपयामः, क्षिपयामः. गृह्णन्तु, शत्रून् मर्दयन्तु, न तत्र मर्दयन्तु, मर्दयन्तु सामान्यतया यत्र जानाति वा, मर्दयति, मर्दयति सामान्यतया यत्र यथा मर्दयति यथा अस्तु तत् तस्य नाम किं, गोडुमः, तत् गोडुमः, तत्र गोडुमः अस्ति, गोडुमः, गोधूमः, गोधूमः, गोधूमः, गोधूमः, तर्हि गोधूमः तत्र यत्र गोधूमः अस्ति अपि च जलमस्ति तस्य मिश्रणमस्ति, मिश्रणमस्ति, मिश्रणस्य कारणार्थं तत्र एवं हस्तेन वयम् एवं कुर्मः खलु, किं कुर्मः, एवमस्ति. तर्हि अत्र अस्ति तादृश शत्रून्, इदानीं शत्रून् तादृशं कुर्मः, शत्रून् मार्जयन्तु. अनन्तरम् आक्रमणं कुर्वन्तु, सर्वे दलपतिम् अनुसरन्तु, अनुसरन्तु अनुगच्छन्तु, तस्य अनुसारं कुर्वन्तु, अनुसरन्तु, आज्ञां पालयन्तु, शत्रुपक्षे अस्त्राणि क्षिपन्तु. अस्त्रं जानाति खलु, अस्त्रम्, आज्ञा आदेशः, आदेशः, आदेश जानाति वा, आदेशः नाम करोतु इति आदेशः, गच्छतु तत्र लोट्लकारः, तत्र आदेशः, आज्ञा अस्ति, करोतु, लिखतु, हा हा आज्ञा, आदेशः. सर्वे अरयः, अरिः नाम शत्रुः, पतन्तु. तत्र अत्र सर्वे अरयः पतन्तु इति अर्थः कः जानन्ति वा, करणीयं अत्र पतनीयम् अथवा पतितव्यम् एव एतादृशभावः अस्ति. इदानीं एतादृशभावः अस्ति. इदानीं पत् धातुः अकर्मकधातुः अस्ति. अकर्मकधातुः नाम बालकः शिशुः पतति, शिशुः भूमौ पतति, लघुशिशुः पतति खलु. तर्हि अत्र पातयतु इति नास्ति. नाम अत्र सर्वे अरयः पतन्तु नाम वयं करिष्यामः इति न अर्थः. वयं करिष्यामः इति न, ते पतन्तु. आदेशः अस्ति अपि नास्ति अपि. वयं करिष्यामः इति न अर्थः, ते पतन्तु. ते पतन्तु तत् वयं पातयामः. वयं तान् पातयामः, ते पतन्तु. अवगतम्? वयं तान् पातयामः, ते पतन्तु. अवगतं वा? सर्वे अरयः पतन्तु. यूयं शत्रून् यमलोकं प्रापयत. ते प्राप्नुवन्तु, वयं तान् प्रापयामः. अस्तु, प्रापयामः. अत्र मध्यमपुरुषस्य बहुवचने प्रापयत. वयं सायङ्कालात् पूर्वं विजयिनः विजयिनः भवाम. विजयी गुणी बहुवचने विजयिनः. यस्य विजयः सः विजयी बहुवचने विजयिनः. स्पष्टमस्ति वा? धर्मरक्षणं करवाम. अस्तु, सम्यक् अस्ति. महात्मानः गीताविषये एवं वदन्ति. लक्ष्मी भगिनी पठतु गीता. गीता तत्त्वोपदेशग्रन्थ मात्रं न, इदं महत्त्वपूर्णं धर्मविषयकं किञ्चन काव्यं. यः अत्र यथा यथा अधिकं गाहते तथा तथा पुष्कलः अर्थः तेन प्राप्यते. इदं महान्तं जनसमूहम् उद्दिश्य एव रचितम्. अत्र रुचिरा पुनरुक्तिः दृश्यते. अस्तु, तर्हि अस्य अर्थः कः इति पश्येम. गीता तत्त्व उपदेशग्रन्थमात्रं न. तत्त्वोपदेश नाम फिलोसाफिको ट्रीटिस् इति केवलं नास्ति. खलु? गीता तत्त्वं तत्त्वम् इत्युक्ते फ्याक्टर्, लिटरलि फ्याक्टर् तत्त्वम्. गीता तत्त्वोपदेशग्रन्थमात्रं, मात्रं नाम केवलं, मात्रं न. इदं महत्त्वपूर्णं. अवगच्छति वा? महत्त्वपूर्णं सन्ध्या भगिनि. महत्त्वं, हा हा हा, महत्त्व, महत् महत् नाम बृहत्, महत् त्वं, त्वं नाम नेस् आङ्ग्लभाषया नेस्, तस्य भावः महत् इत्यस्य भावः महत्त्वं. महत्त्वं नाम इम्पोर्टेन्स्, इम्पोर्टेन्स्. महत्त्वपूर्णं, पूर्णं जानाति वा? खलु, पूर्णं, पूरितं, पूर्णं. तर्हि यत्र इदं महत्त्वपूर्णं नाम महत्त्वेन पूरितं. महत्त्वम् इति जानाति खलु? महत्त्वं महत्त्वेन पूरितं, महत्त्वपूर्णं. फुल् फुल् फिल्ड् वित् महत्त्वं नाम इम्पोर्टेन्स्, इम्पोर्टेन्ट्. महत्त्वं नाम इम्पोर्टेन्स्, महत्त्वपूर्णं नाम इम्पोर्टेन्स्, इम्पोर्टेन्ट् नाम विशेषणमस्ति त्रिषु लिङ्गेषु भविष्यति तत्र विशेषणमस्ति महत्त्वम् इति नपुंसकलिङ्गस्थायिरूपे नपुंसकलिङ्गशब्दः महत्त्वं महत्त्वपूर्णः महत्त्वपूर्णा महत्त्वपूर्णं विशेषणम् अवगतं महत्त्वपूर्णमस्ति नाम वाक्ये वाक्यं विरचतु रचयतु नाम महत्त्वम् उदाहरणार्थं एषा वार्ता बहु महत्त्वपूर्णा अस्ति वाक्यं वदतु महत्त्वपूर्णविषयस्य पुनः गीता रामायणं गीता गीता एका महत्त्वपूर्णा किन्तु काव्यमिति वदति भवती हा गीतं तर्हि काव्यमिति अस्ति नपुंसकलिङ्गशब्दः गीता गीता एका न न काव्यं काव्यं नपुंसकलिङ्गशब्दः रामायणं न न न न गीता इति स्त्रीलिङ्गे तु अस्ति किन्तु काव्यं नपुंसकलिङ्गे एक इति शब्दः महत्त्वपूर्ण इति शब्दः काव्यशब्दस्य विशेषणं न तु गीता गीता एकं महत्त्वपूर्णं काव्यम् इदानीं काव्यमिति अनुक्त्वा यदि अस्ति इति वदति गीता एकमिति निष्कासयतु गीता महत्त्वपूर्णा अस्ति गीता महत्त्वपूर्णा अस्ति अन्यत् वाक्यं भारतदेशः महत्त्वदेशः महत्त्वपूर्णः देशः अस्ति वाक्यम् No, is this keval important? Important. Important, but mahatvapurna... Mahatvam, iti mahatvam, iti importance. Okay. Importance. Importance. To mahatvena puritam, puritam, purnam, mahatvena purnam, tatra important bhavishati. Tatra. Tadanim visheshanam asti. Ha. To vakim adatu, vakim. महत्वपूर्ण मम विश्वविद्यालये मम विश्वविद्यालये महत्त्वपूर्ण उपाध्यायः अस्ति समीचीनम् अस्ति महत्त्वपूर्णः उपाध्यायः अस्ति अस्ति अस्तु अग्रे भोजनं महत्त्वपूर्णम् अस्ति अस्ति अवश्यम् अस्तु अग्रे इदं महत्त्वपूर्णं धर्मविषयकं धर्मविषयकं नाम क इत्यस्य योजनेन विशेषणं भवति धर्मविषय इति विशेषणं नास्ति धर्मविषयकम् इति विशेषणमस्ति इदं महत्त्वपूर्णं धर्मविषयकं किञ्चन काव्यम् यथा धर्मविषयकी कथा सति यः अत्र यथा यथा अधिकं गाहते गाहते गाहते गाहते नाम गम्भीरस्तरे गमनं गम्भीरस्तरे गमनं गम्भीर नाम गाहते नाम तस्मिन् विषये कश्चन विषयः यः कोऽपि विषयः अस्ति वयं केवलम् उपरि उपरि वक्तुं शक्नुमः अथवा गम्भीररूपेण वक्तुं शक्नुमः गाहते तत्र गाहते यः अत्र अत्र यथा यथा अधिकं गाहते तथा तथा पुष्कलः अर्थः पुष्कलः नाम समीचीनः बहु पूर्णः पूर्णः समीचीनः अर्थः तेन प्राप्यते इदं महान्तं जनसमूहम् उद्दिश्य उद्दिश्य नाम तस्यां दिशि तं स्वीकृत्य इदं महान्तं जनसमूहम् उद्दिश्य एव रचितम्. महान्तं जनसमूहम् उद्दिश्य एव रचितम्. रचितं नाम लिखितम्. अत्र रुचिरा पुनरुक्तिः दृश्यते. रुचिरा इति विशेषणमस्ति, पुनरुक्तिः दृश्यते. रुचिरा इति समीचीना, बहु समीचीना इति चिन्तयतु. रुचिरा यत्र रुचिः अस्ति, रुचिः रुचिरा पुनरुक्तिः दृश्यते. पुनः उक्तिः, पुनरुक्तिः, पुनः उक्तिः, उक्तिः, उक्तिः, पुनरुक्तिः. इदानीं किञ्चित् समयः अवशिष्यते, अतः किं कुर्मः? क्षम तर्हि क्षम्यतां शुभ भगिनि, प्रथमं करोतु. प्रथमं अत्र त्रयोदशः अभ्यासः, जनाः वदन्ति, सर्वे वदन्ति कुर्मः, तु कुर्मः. गीतायां कृष्णेन आदर्शरूपेण उक्तानि कानिचित् वाक्यानि अत्र सङ्ग्रहीतानि सन्ति. एतानि उच्चैः पठत. एतेषु लोट् लकाररूपाणि अधो रेखया अङ्कयत. योगस्तः कुरु कर्माणि कुरु. लक्ष्मी भगिनी कृते निमित्तमात्रं भव सव्यसाचिन् भव. संध्या भगिनी अपि निस्त्रैकुण्यो भवार्जुन स्वभव. बीजं मां सर्वभूतानां वृद्धि विद्धि विद्धि विद्धि विद्धि. अत्र वेददातुः अस्ति, वेद अत्र जानीहि इति अर्थः. जानीहि ज्ञा धातुः, जानातु मध्यमपुरुषस्य एकवचने जानीहि. अत्र वेददातुः विद्धि इति मध्यमपुरुषस्य. पश्यतु भगिनि, सर्वाणि रूपाणि समानानि न सन्ति. तत्र अपवादभूतानि रूपाणि अपि कुत्रचित् भवन्ति. अपवादः नाम किञ्चित् भिन्नं. यथा लट्लकारे अहं गच्छामि, किन्तु गच्छामि बालकः गच्छति, किन्तु बालकः क्रीणाति, तु गच्छति क्रीणाति, तत्र भेदः अस्ति खलु. अतः अत्र अपि तथा, नाम विद्धि इति किञ्चित् रूपभेदः अस्ति. विद्धि वेत्ति, वेत्ति बालकः जानाति, बालकः वेत्ति. विद् धातुः वेत्ति. अस्तु अग्रिमं करोतु महोदय, करोतु, किमपि नास्ति. यथेच्छसि तथा कुरु. कुरु. अस्तु अग्रे महोदय. मध्याजी मां नमस्कुरु. कुरु नमस्कुरु. बुद्धौ शरणमन्विच्छ इच्छ. शरणम् अन्विच्छ. अन्विच्छ इति क्रियापदमस्ति. Anvicha. Anvicha. Anvicha. Charanam plus Anvicha. Okay. Anvicha. Tatra Sandhihi Bhavati. Sandhihi Nama Tatra Padamelanam. Tatra Sandhihi Nasti. Sandhya Bhagini. Sharanam Ityukta. Sharanam Nama Ashrayaha. Ashrayaha Sharanam. Tatra Shelter. Tasmadutishta Kaunteya. Uttishta. Uttishta. Uttishta. Uttishta. Lakshmi Bhagini, agree? Shrunu me paramam vachaha. Shrunu? Shrunu atyasti. Tvam. Agre. Tameva sharanam gacha. Gacha. Shiva Bhagini, agree? Niyatam kuru karma tvam kuru. Sindhya Bhagini, agree? Mukta sangaha. Samachara. Atra lekhana dosha asti, mudrana dosha asti. Mudrana rakshasaha. Atra samachara iti, samachara iti nasti, samachara. Samachara. Samachara eva. Samachara. Samachara. Dosha asti. Samachara. Acharyati. Acharatu, acharati. Atra achara. Acharati kriyapadamasti. Astu? Tatra samupasarga purvakaha, samachara iti asti. Lakshmi Bhagini, okay. Buddhi yoga upasritya. Buddhi yogam. Buddhi yogam upasritya. Machitta. Machittaha. Machitta satatam bhava buddhi yogam upasritya machittaha satatam bhava. Okay. Shadhi mam tvam prapannam. न प्रपन्नमिति न अत्र साधि यथा वयं दृष्टवन्तः अत्र विद्धि पूर्वम् अत्र नम्बर् फोर् तत्र विद्धि आसीत् तादृशमस्ति साधि साधि नाम पाठयतु मां पाठयतु मार्गनिर्देशं ददातु. Astu agre? Okay. Tasmat tvam uttishtha yasho labhasva. Uttishtha labhasva. Iti dvayamasti. Tasmat yudhyasva Bharata. Yudhyasva. Lokamimam prapya bhajasva mam. Bhajasva. Bhajasva. Kuru atava kurushva. Kurushva. Kurushva kim? Kurushva tatra kim? Kridatuhu. Like, sorry. Kridatuhu ubhayapadi asti. Kridatu. Kuroti krute. Kuroti krute. Atra tasya atmanipadi rupamasti. Prakashasva. Tatra atmanipadi, tatra madhyapurushe tvam ati swa asti, kadu? So, karoti na not parasmai padi kuru. Atma padi kurushva. So artha samanah. Rupa dvayam asti. Jitva shatrun bhungshva jarajyam bhungshva. Bhungshva. Bhungte bhungshva. Bhungshva. Mayeva mana adhatsva. Adhatsva. Adhatsva tiyasti. Agree. Lakshmi Bhagini. Manmana bhava. Bhava. Mayi buddhim niveshaya. Niveshaya. Niveshaya. Astu? Prasanna bhavati? Astu. Kinchit samaya hasti. Atra kim kurmaha sankhyanam abhyasam. अत्र अतीव महत्वपूर्णः विषयः अस्ति अत्र महत्वपूर्णः विषयः अग्रे अत्र अस्तु किं कुर्मः अस्मिन् सप्ताहे अस्तु इदानीं पश्यामः किं कुत्र पर्यन्तं कर्तुं शक्नुमः अहं वदामि भवन्तः अनुवदन्तु एकम् द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव दश एकादश द्वादश त्रयोदश चतुर्दश पञ्चदश षोडश सप्तदश अष्टादश नवदश विंशतिः अस्तु एकविंशतिः द्वाविंशतिः त्रयोविंशतिः चतुर्विंशतिः पञ्चविंशतिः षड्विंशतिः सप्तविंशतिः अष्टाविंशतिः नवविंशतिः त्रिंशत् इति अस्ति तावत् कुर्मः अस्मिन् सप्ताहे अस्तु एवं कुर्मः अग्रे अग्रे एकम् एकैक भवान् एकं वदतु एकं द्वे सन्ध्या भगिनि चत्वारि पञ्च षट् अष्ट भवानपि वदतु षट् अष्ट सप्त सप्त अष्ट नव दश एकादश द्वादश त्रयोदश चतुर्दश पञ्चदश षोडश सप्त अष्टादश अत्र अष्टादश अष्टादश पश्यामः अत्र अष्टादश अनन्तरं दशानन्तरम् अष्टाविंशतिः पश्यन्तु अष्टाविंशतिः अत्र अष्टाविंशतिः अनन्तरं दशानन्तरं पुनः अष्टात्रिंशत् अष्टात्रिंशत् किन्तु दशानन्तरम् अष्टादश न अष्टात्रिंशत् अष्ट अष्टा तत्र नास्ति अष्टात्रिंशत् पर्यन्तम् अष्टा अस्ति तदनन्तरम् अष्ट अष्टचत्वारिंशत् इति अस्ति अस्तु अष्टपञ्चाशत् अष्ट तर्हि पुनः वदतु अष्टादश नवदश एकविंशतिः द्वाविंशतिः त्रयोविंशतिः चतुर्विंशतिः पञ्चविंशतिः अष्टविंशतिः षट्विंशतिः सप्तविंशतिः अष्टाविंशतिः नवविंशतिः त्रिंशत् एकम् न त्रिंशत् पर्याप्तमस्ति त्रिंशत् अभ्यासं कुर्मः एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव दश एकादश द्वादश त्रयोदश चतुर्दश पञ्चदश षोडश सप्तदश अष्टादश नवदश विंशतिः एकविंशतिः द्वाविंशतिः पश्यामः अत्र द्वाविंशतिः दशानन्तरं दशानन्तरं द्वात्रिंशत् किन्तु तत् दशानन्तरं द्विचत्वारिंशत् अतः द्वात्रिंशत् द्वात्रिंशत् पर्यन्तं द्वा तदनन्तरं द्वि अस्ति अष्टात्रिंशत् पर्यन्तं खलु तत्र अष्टात्रिंशत् तथैव द्वात्रिंशत् पर्यन्तम् अस्ति तदनन्तरं द्विचत्वारिंशत् अष्टचत्वारिंशत् अतः एवं द्वा अस्ति तत्र पर्यन्तम् अष्टा अस्ति तत्र पर्यन्तम् अस्तु पुनः वदतु द्वाविंशत् द्वाविंशतिः द्वाविंशतिः त्रयोविंशतिः त्रयोविंशतिः चतुर्विंशतिः पञ्चविंशतिः भगिनि षड् षड् षड्विंशतिः सप्तविंशतिः अष्टाविंशतिः नवविंशतिः त्रिंशत् एकं द्वे एकम् एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव दश एकादश द्वादश त्रयोदश चतुर्दश पञ्चदश षट् दश षोडश सप्तदश अष्टादश नवविंशतिः नवदश विंशतिः एकोनविंशतिः अपि अस्ति एकोनविंशतिः अपि अस्ति नवदश अपि अस्ति समानं किन्तु नवदश इति मनसि पुनः वदतु नवदश विंशतिः एकाविंशतिः एक एकविंशतिः द्वाविंशतिः त्रयोविंशतिः चतुर्विंशतिः पञ्चविंशतिः षड्विंशतिः सप्तविंशतिः अष्टाविंशतिः नवविंशतिः त्रिंशत् त्रिंशत् अस्तु एकं भवति त्रीणि एकम् एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव दश एकादश एकादश द्वादश त्रयोदश चतुर्दश त्रयोदश चतुर्दश पञ्चदश षोडश सप्तदश अष्टादश अष्टादश अष्टादश अष्टादश नवदश विंशतिः एकविंशतिः द्वाविंशतिः त्रिविंशतिः त्रयोविंशतिः चतुर्विंशतिः पञ्चविंशतिः षड्विंशतिः सप्ताविंशतिः सप्तविंशतिः अष्टविंशतिः अष्ट अष्ट अष्टाविंशतिः नवविंशतिः त्रिंशत् अस्तु त्रिंशत् पर्यन्तम् अस्माकम् अभ्यासः भवतु अस्तु तत्र अस्माकम् अग्रिमे सप्ताहे देव वन लता नदी मुनि अपि च सङ्ख्याः त्रिंशत् पर्यन्तं मनसि भवतु अन्यायः तु नास्ति अस्तु नमस्कारः नमस्कारः धन्यवादः